पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 19 ब्राह्मण उवाच यदि श्रुत्वा तु तद्वाक्यं भिल्लानामहमद्भुतम् अत्याश्चर्यमिदं मत्वा प्रहृष्टो भवमित्युद गङ्गासागरसंयोगे स्नात्वा पुण्यकलेवरः शृङ्गमारुरुहे तत्र मणिमाणिक्यचित्रिदं तत्रापश्यं महाराज देवं देवादिवन्दितं नमस्कृत्वा कृतार्थोऽहं जादोऽन्नप्राशनेन च चतुर्भुजत्वं सम्प्राप्तः शङ्खचक्रादिचिह्नितं पुरुषोत्तमदर्शनेन न पुनर्गर्भमाविशं राज्यं त्वमपि तत्राशु गच्छ नीलाभिदं गिरिं कृतार्थं कुरु चात्मानं गर्भदुःखविवर्जितम् इत्याकर्ण्यवचस्तस्य वाडवाग्रस्य धीमदः पप्रच्च हृष्टगात्रस्तु तीर्थयात्राविधिं मुनिं राजोवाच साधु विप्राग्र्य हे साधो त्वया प्रोक्तं ममानख पुरुषोत्तममाहात्म्यं शृण्वतां पापनाशनं ब्रूहि तत्तीर्थयात्रायां विधिं श्रुतिसमन्वितं विधिना केन सम्पूर्ण फलप्राप्तिर्नृणां भवेद ब्राह्मण उवाच शृणुराजन् प्रवक्ष्यामि तीर्थयात्राविधिं शुभं येन सम्प्राप्यते देवः सुरासुरनमस्कृतः वलीपलितदेहो वा यौवनेनान्वितोऽपि वा ज्ञात्वा मृत्युमनिस्तीर्यं हरिं शरणमाव्रजेत तत्कीर्तने तच्छ्रवणे वन्दने तस्य पूजने मदिरेव प्रकर्तव्या नान्यत्र वनितादिषु सर्वं नश्वरमालोक्यक्षणस्थायि सुदुःखदम् जन्म मृत्युजरातीतं भक्तिवल्लभमच्युतं क्रोधात् कामात् भयाद्वेषाल्लोभात् दम्भान्नरः पुनः यथा कथञ्चिद्विभजन्न स दुःखं समश्नुदे स हरिर्जायते साधु सङ्गमात् पापवर्जिताद येषां कृपाधपुरुषा भवन्त्य सुखवर्जिताः ते साधवशान्तरागा कामलोभविवर्जिताः ब्रुवन्ति यन्महाराज तत्संसारनिवर्तकं तीर्थेषु लभ्यते साधु रामचन्द्रपरायणः यद्दर्शनं नृणां पापराशिदाहाशु शुक्षणिः तस्मात्तीर्थेषु गन्तव्यं नरैः संसारभीरुभिः पुण्योदकेषु सददं साधुश्रेणि विराजिषु तानि तीर्थानि विधिना दृष्टानि प्रहरन्त्यकं तं विधिं नृपशार्दूल कुरुष्व श्रुतिगोचरं विरागं जनयेत्पूर्वं कलत्रादिकुटुम्बके असत्यभूतं तज्ज्ञात्वा हरिं तु मनसा स्मरेद क्रोशमात्रं ततो गत्वा राम रामेति च ब्रुवन् तत्र तीर्थादिषु स्नात्वा क्षौरं कुर्याद्विधानविद मनुष्याणां च पापानि तीर्थानि प्रतिगच्छतां केशानाश्रित्य तिष्ठन्ति तस्माद्वपनमाचरेद ततो दण्डं तु निर्ग्रन्थिं कमण्डलुमथाजिनं बिभ्रूयाल्लोभनिर्मुक्तस्तीर्थवेषधरो नरः विधिना गच्छतां नृणां फलावाप्तिर्विशेषतः तस्मात् सर्वप्रयत्नेन तीर्थयात्राविधिं चरेद यस्य हस्तौ च पादौ च मनश्चैव सुसंहितं विद्यात्तपश्च कीर्तिश्च स तीर्थफलमश्नुते हरे कृष्ण भक्तवत्सल गोपते शरण्य भगवान् विष्णो मां पाहि बहुसंसृतेः इति ब्रुवन् रसनया मनसा च हरिं स्मरन् पादचारी गतिं कुर्यात्तीर्थं प्रति महोदयः यानेन गच्छन् पुरुषसमभागफलं लभेद उपानद्भ्यां चतुर्धांशं गोयाने गोवधादिकं व्यवहर्ता तृतीयांशं सेवयाष्टमभागभाक अनिच्छया व्रजंस्तत्र तीर्थमर्थफलं लभेद यथायथं प्रकर्तव्यात्तीर्थानामभियात्रिका पापक्षयो भवत्येव विधिदृष्ट्या विशेषतः तत्र साधून्नमस्कुर्यात् पादवन्दनसेवनैः तद्वारा हरिभक्तिर्हि प्राप्यते पुरुषोत्तमे इति तीर्थविधिप्रोक्तसमासेन न विस्तराद एवं विधिं समाश्रित्य गच्छत्वं पुरुषोत्तमं तुभ्यं तुष्टो महाराज दास्यदे भक्तिमच्युतः यथा संसारनिर्वाहः क्षणादेव भविष्यति तीर्थयात्राविधिं श्रुत्वा सर्वपादकनाशनं मुच्यते सर्वपापेभ्य उग्रेभ्य पुरुषर्षभ सुमतिरुवाच इति वाक्यं समाकर्ण्य भवन्दे चरणौ महान् तत्तीर्थदर्शनौत्सुक्य विह्वलीकृतमानसः आदिदेश निजामात्यं मन्त्रवित्तममुत्तमं तीर्थयात्रेच्छया सर्वान् सह नेदुं मनो दधद मन्त्रिन् पौरजनान् सर्वानादिशत्वं ममाज्ञया पुरुषोत्तमपादाब्ज दर्शनप्रीतिहेतवे ये मदीये पुरे लोका ये च मद्वाक्यकारकाः सर्वे निर्यान्तु मत्पुर्या मया सह नरोत्तमाः येदु मद्वाक्यमुल्लङ्घ्य स्थास्यन्ति पुरुषा गृहे ते दण्ड्या यमदण्डेन पापिनो धर्महेतवः किन्देन सुतवृन्देन बान्धवै किं सुदुर्नयैः यैर्न दृष्टस्वचक्षुर्भ्यां पुण्यदः पुरुषोत्तमः सुकरी यूधवत्तेषां प्रसूतिर्विप्रभक्षिका येषां पुत्राश्च पौत्रा वा हरिं न शरणं गदाः यो देवो नाममात्रेण सर्वान् पावयितुं क्षमः तं नमस्कुरुत क्षिप्रं मदीयाः प्रकृतिव्रजाः यदि वाक्यं मनोहारि भगवद्गुणगुम्फितं प्रजहर्ष महामात्य उत्तमः सत्यनामधृक हस्तिनं वरमारोप्य पडहेन व्यकोषयद यदादिष्टं नृपेणेह तीर्थयात्रां समिच्छदा गच्छन्तु त्वरिदालोका राज्ञाः सह महागिरिं दृश्यतां पापसंहारी पुरुषोत्तमनामधृक क्रियतां सर्वसंसारसागरो गोष्पदं पुनः भूष्यतां शङ्खचक्रादिचिह्नैस्वस्वतनुर्नरैः इत्यादिघोषयामास राज्ञादिष्टं यदद्भुतं सचिवो रघुनाथाङ्घ्रिध्याननिर्वारितश्रमः तच्छ्रुत्वा ताः प्रजा सर्वा आनन्दरससम्प्लुताः मनो दधुस्वनिस्तारे पुरुषोत्तमदर्शनाद निर्ययुर्ब्राह्मणास्तत्र शिष्यैः सह सुवेशिनः आशिष्यं वरदानाढ्यां ददतो भूमिपं प्रति क्षत्रिया धन्विनो वीरा वैश्या वस्तुक्रयाञ्चिताः शूद्रा संसारनिस्तारहर्षितस्वीयविग्रहाः रजकाश्चर्मकाः क्षौद्रा किरादाभित्तिकारकाः सूचीवृत्त्या च जीवन्तस्ताम्बूलक्रयकारकाः तालवाद्यधरा ये च रङ्गोपजीविनः तैलविक्रयिणश्चैव वस्त्रविक्रयिणस्तथा सूता वदन्तपौराणीं वार्तां हर्षसमन्विताः मागधा बन्दिनस्तत्र निर्गदा भूमिपाज्ञया भिषग्वृत्त्या च जीवन्तस्तथा पाशककोविदाः पाकस्वादुरसाभिज्ञा हास्यवाक्यानुरञ्जकाः ऐन्द्रजालिकविद्याध्रास्तथा वार्तासु कोविदाः प्रशंसन्तो महाराजं निर्ययुः पुरमध्यदः राजापि तत्र निर्वर्त्य प्रातःसन्ध्यादिका क्रियाः ब्राह्मणं तापसश्रेष्ठमानिनाय सुनिर्मलं तदाज्ञया महाराजो निर्जगामपुराद्बहिः लोकैरनुगतो राजा बभौ चन्द्र इवोडुभिः क्रोशमात्रं स गत्वाधक्षौरं कृत्वा विधानदः दण्डं कमण्डलुं बिभ्रन् मृगचर्म तथा शुभं शुभवेषेण संयुक्तो हरिध्यानपरायणः कामक्रोधादिरहितं मनो बिभ्रन्महायशः तदा दुन्दुभयोभेर्य आनका पणवास्तथा शङ्खवीणादिकाश्चैवाद्मादास्तद्वादकैर्मुहुः जय देवेश दुःखघ्न पुरुषोत्तमसंज्ञिद दर्शयस्व तनुं मह्यं वदन्तो निर्ययुर्जनाः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रत्नग्रीवस्य तीर्थप्रयाणं नामैकोनविंशोऽध्यायः ॐ